नमस्कार महोदय। नमस्ते भगिनि। नमस्ते। अरुणा भगिनि नमस्कारः। नमस्कारः महोदय, सर्वेभ्यः नमस्कारः। नमस्कार भगिनि। नमस्ते भव्या अस्मि, क्षम्यता महोदय। एकनिमिषं भगिनि, करपत्रम् उद्घाटयन्ति। नमस्ते भगिनि। नमस्कारः भगिनि, नमस्कारः भगिनि, स्वागतम्। तर्हि तुमुण्णुळौ इति समानकर्तृकेषु तुमुन् इति अरबे पठामः वा? आं भगिनि। तत्र नूतनसूत्रं लिङ्च समाप्तं वा भगिनि? तत्र महोदयस्य वर्गे अहं न दृष्टवती, दृढं न श्रुतवती। करपत्रं खलु अधिकम् अपि दत्तमस्ति तुमुन् क्रियायां क्रियार्थायां। महोदय इतोपि योजितवान् वा? अस्तु, तर्हि पूर्वतनसूत्रात् वयम् आरभामहे किं? तत्र इच्छार्थेषु लिङ्ग्लोट आवश्यकं वा? तत् वयं न कृतवन्तः वर्गे कृत। अस्तु भगिनि, तर्हि समानकर्तृकेषु तुम्मुन् इत्यर्थं पठामि, कारणं कि गतसप्ताहे प्रश्नः अस्ति तस्य उत्तरं दीयते। अस्तु मणिमहोदय, भवान् आरम्भं करोति वा? महोदय नमस्कारः। महोदय म्यूटेड् अस्ति भवान्। मणिमहोदय नमस्कारः। महोदय नमस्कारः। महोदय भवान् आरम्भं करोति वा? महोदय मणिमहोदय, अस्तु अरुणा भगिनी भवती आरम्भं करोति वा भगिनि? ओके भगिनि, समानकर्तृकेषु तुमुन् तृतीय अध्याये तृतीयपादे पञ्चविंशति अधिकशत सूत्रम् इच्छार्थेषु एकशतं किं भगिनि? अष्टपञ्चाशत् अधिकम् एकशतं इच्छार्थेषु एककर्तृकेषु उपपदेषु धातोः तुमुन् स्यात्। एककर्तृकेषु इत्युक्ते इच्छार्थकधातोः यः कर्ता च यस्मात् धातुतः तुमुन् प्रत्ययः विधीयते च। द्वयोः धात्वोः कर्तसमानः भवेत्। काशिकायम् इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययः भवति। तुमुन् प्रकृति अपेक्षमेव समानकर्तृकत्वम्। इच्छति भोक्तुं, कामयते भोक्तुं, वष्टि भोक्तुं, वाञ्छति भोक्तुं, समानकर्तृकेषु इति किम्? देवदत्तं भुञ्जानम् इच्छति यज्ञदत्तः, इह कस्मात् न भवति इच्छन् करोति अनभिधानात् सिद्धान्तकौमुद्याम् अक्रियात् उपपदार्थम् एतत् इच्छार्थेषु एककर्तकेषु उपपदेषु धातोः तुमुन् स्यात् समानः कर्ता येषां ते समानकर्तृकारेषु समानकर्तृकेषु बहुव्रीहिः समान कर्तृकेषु सप्तम्यन्तं तुमुन् पदमान्तं द्विपदमिदं सूत्रम् इच्छार्थेषु लिङ् लोटौ इत्यस्मात् इच्छार्थेषु इत्यस्य अनुवृत्तिः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसूत्रं समानकर्तृकेषु इच्छार्थेषु धातोः तुमुन् प्रत्यय परश्च वयं पूर्वं पठितं लिङ् इच्छार्थेषु लिङ् लौटौ इदं सूत्रम् अपि इच्छार्थेषु कर्ता समानमेव न तु द्वौ कर्तौ अतः इच्छार्थेषु एककर्तृकेषु उपपदे धातुः तुमुन् प्रत्यय भवति अन्य इच्छार्थकधातुः लैक् उदाहरणमस्ति कामयते विष्टिः वाञ्छति आदि इच्छार्थकधातोः अर्थ देवदत्तः किम् अर्थं सामान्यकर्तृकेषु इति अत्र सूत्रे दत्तम् इति चेत् देवदत्त उदाहरणं देवदत्तं भुञ्जानम् इच्छति दत्तः इच्छ अत्र तुमुन् नास्ति लिखितं चेत् इच्छा नास्ति इच्छन् करोति इति वदनेन इच्छार्थक अर्थः नास्ति तदेव भगिनि इच्छादस्ति कर्तुः समानं नास्ति ओ ओके कर्त इच्छति धन्यवादः भगिनी अतः अत्र इच्छन् करोति न तुमन् प्रत्यय न विधीयते अनुभूतिसूत्रं वदति समानकर्तृकेषु इच्छार्थेषु धातोः तुमन् प्रत्ययः परश्च साधु भगिनी क्षम्यतां भगिनि अत्र मम दूरवाणी आगता तत्र क्षम्यतां पुनः वदति वा किमिति समानकर्तकेस्तुमुन् अत्र इच्छार्थेषु एककर्तकेषु उपपदेषु धातोः तुमुन् प्रत्यये विधीयते तर्हि एकं तु इच्छार्थकधातुः उपपदं भवेत् तत्र नियमाः तु किं किम् अस्ति इच्छार्थकधातुः एकः धातुः तत्र उपपदरूपेण तत्र उपस्थितः भवेत् तदनन्तरं तत्र अन्यधातुः अपि अस्ति तत्र धातुनन्तरम् अन्यधातुः अपि तत्रैव वर्तते तदनन्तरम् एककर्ता तु एकः एव समानकर्ता भवेत् इति नियमत्रयं खलु तस्मिन् तत्र तस्याम् विवक्षायां तत्र किं भवति तत्र नूतनधातुः अन्यधातुः यः अस्ति तस्मात् तुमुन् प्रत्ययस्य विधानं भवति साधु वा भगिनि तदेव अस्ति खलु अग्रे वदति वा भगिनि तदेव अस्ति वा तावदेव अस्ति वा अत्र पठामि भगिनि पठतु भगिनि कृपया सिद्धान्तकौमुद्यां निदर्शनं इच्छति भोक्तुं खादितुम् इच्छति अत्र उपपदरूपेण इच्छार्थकधातुः वर्तते द्वयोः धात्वोः कर्त च समानः अतः समानकर्तकेषु तुमुन् इत्येन बुज् धातुतः तुमुन् प्रत्ययः विधीयते. भोक्तुम् इति रूपं सिद्ध्यति. वष्टि वाञ्छति वष्टि भोक्तुं वाञ्छति भोक्तुम् अत्रापि उभयत्र तथैव खादितुम् इच्छति तत्तः. इच्छात्तक वस् धातु वस् कातौ इत्यस्मात् वष्टि इति उपपदं पुनः वाचि वाञ्छायाम् इति इच्छात्तकधातुः तस्मात् वाञ्छति इति उपपदं भवति. उभयत्र खादितुम् इच्छति तत्तः. ओके, सिद्धान्तकौमुद्याम् एकम् उदर्शन उदाहरणं दत्तम्. इच्छति भोक्तुं खादितुम् इच्छति अत्र उपपदे इच्छात्तकधातु वर्तते. धातु कर्त द्वयोः धातोः कर्त च समानः अतः समानकर्तकेषु तुमुन् इत्यनेन बुद्ध धातुतः तुमुन् प्रत्यविधीयते. तदेव रूपं भोक्तुम् इति रूपं प्रति तदेव वाञ्छति खादितुं वाञ्छति अत्रापि खादितुं तुमुन् प्रत्यय इच्छा अस्ति खादतं खादितुम् अनुपद भवति. अन्य इच्छार्थक वस् धातुः इत्यस्मात् वष्टि इति उपपदं वाचि इति वाञ्छायाम् इति इच्छात्तकधातुः ततः सर्वे इच्छात्तकधातवः उपपदे स्थिते तुमन् प्रत्यय विधीयते. समीचीनम् अस्ति भगिनि. तत्र समापितवती वा सिद्धान्तकौमुद्यं? तदपि पठितवती भगिनि. वर्गे महती चर्चा जाता. भेदः कः अस्ति? कर्तुम् इच्छति अपि इच्छन् करोति तयो मध्ये द्वयो वाक्यद्वयं तयो मध्ये भेदः किम् अस्ति? इच्छन् करोति इत्युक्ते अधुना करोति खलु. कर्तुम् इच्छति इत्यस्मिन् तत्र अग्रे अहं करिष्यामि अहं वदामि भेदः कः इति. वयं सर्वे तु कर्तुम् इच्छामः एव, किन्तु केचन जनाः एव इच्छन् कुर्वन्ति. साक्षात् कार्यं न भवति खलु. तत्र इच्छन् करोति इत्यस्मिन् कार्यात् कार्यस्य साधनं भवति, कार्यसाधनं जायते. तत्र इच्छापि वर्तते. यत्र कर्तुम् इच्छति इत्यस्मिन् केवलम् इच्छा अस्ति, कार्यसाधनं तु न भवति. यथा अहं पठितुम् इच्छामि, सर्वदा तु पठितुम् इच्छामि, किन्तु पठामि वा न, इच्छन् पठामि इच्छन्ति पठामि वा न, तद् न भवति. निश्चयेन भेदः अस्ति खलु भगिनि. महोदय उक्तवान् इति तत्र कालभेदः अपि अस्ति, विषयभेदः अपि अस्ति. करोति इति क्रियापदं सूचयति ति इति करणम् इति अस्ति. करोति करणम् इति करोति. किं करणम् अस्ति? इच्छन् करोति इत्यपि. इच्छन् इति इच्छा अस्ति. इच्छा इच्छन् किमपि भवितुं शक्नोति. भोक्तुम् इच्छति, खेलितुम् इच्छति, पठितुम् इच्छति, लेखितुम् इच्छति इति किमपि भवितुं शक्नोति. इति च विषयः भिन्न अस्ति करणतः. यत्र भोक्तुम् इच्छति तत्र इच्छति किं जानाति किम् इच्छति इति. तत्र भोक्तुम् इच्छति, तत्र भोजनक्रिया करणीयम् इति तस्य भविष्यकाले इति भवति, इदानीं न भवति. अत्र करोति यत् इदानीं करणम् अस्ति, किन्तु इच्छामपि अस्ति. किम् इच्छा अस्ति तत्र विषये भिन्नं भवति इति महोदय उक्तवान्. तत् अन्नभिधानात् इति सिद्धान्तकौमुद्यां यत् पदं दत्तमस्ति, अन्नभिधानात् इति कृते इच्छन् करोति इति यत् वाक्यम् अस्ति, तत् वाक्यव्यवहारे प्रसिद्धं नास्ति इति. सामान्यतया वयं सुमन् एव प्रयोगं कुर्मः. इच्छन् करोति, पठन् करोति इति न वदामः. न भिन्न अर्थः एव भेदः भिन्नः खलु भगिनी. यत्र इच्छन् करोति इत्यस्मिन् साक्षात् कार्यं तत्र इच्छन् पठति इच्छन् करोति इत्यत्र कार्यसाधनं भवति. कर्तुम् इच्छति इत्यत्र कार्यसाधनं तु नास्ति. भविष्यत्काले कदापि अहं करिष्यामि इच्छामि इत्येव अर्थः. तत्र भवति वा इति न वा इत्यपि कदाचित् भवेत् कदाचित् न भवेत् इत्यपि अस्ति खलु. किन्तु अहं क्षम्यतामि, इच्छन् इति इच्छा अर्थकेषु धातुः एव भवेत् अस्मिन् सूत्रे समानकर्तकेषु सुमन् इच्छन् करोति इत्यस्मिन् समानकर्ता अस्ति किन्तु इच्छार्थकधातुः उपस्थितिः अस्ति किन्तु उपपदमस्ति किन्तु तुमन् विधानं नास्ति इच्छन् करोति इत्यस्मिन्. तदवगच्छामि. विषयभिन्न अस्ति, विषयभेदः अस्ति, कालभेदः विषयभेदः अस्ति. अधुना अवगतव्यम्. आं समीचीनं. यद्यपि तत्र नियमाः सम्यक् भवति तत्र अनुसरति नियमान् अनुसरति तथापि विधानं नास्ति विषयभेदः. अपि तु इति क्रियार्थोपद पदार्थम् एतत् इति क्रियार्था क्रिया नास्ति. अपि इच्छन् करोति या भोक्तुम् इच्छति क्रियार्था क्रियते भिन्नविधानं भिन्न इति क्रियार्था सिद्धान्तकौमुद्यामिति तत्ति तत्तु तत् किमर्थम् इत्युक्ते तत् किमर्थम् उक्तम् इत्युक्ते तुमुन् विधानं विधानार्थं सूत्रद्वयम् अस्ति खलु. आमां तत्र किम् आसीत् तत्र तुमन्नुळौ इति किम् अस्ति क्रिया तुमन्नुळौ क्रियायां क्रियार्थायाम् इति तुमन् विधानमस्ति अधुभागे आगच्छति. तर्हि तत्तु भिन्नम् अस्ति अत्र अत्र विधानं तुमन् विधानं भिन्नम् अस्ति इति. समानकर्ता येषां ते समानकर्तृकाः तेषु अत्र विषयसप्तमी अस्ति खलु तेषु इति भव समानकर्तृविवक्षा कर्तृकविवक्षायां समानकर्तृकेषु इति उपपद सप्तमी न न न न समानकर्तृकेषु इति उपपदं नास्ति इति उपपदम् अस्ति भगिनि इति सूत्रमस्ति समानकर्तृकेषु इति सप्तम्यां विभक्तिं निर्दिष्टम् उपपदम् इति इच्छार्थेषु इति उपपदम् अस्ति भगिनि इच्छार्थेषु विषयसप्तमी इच्छा इच्छार्थेषु इति तत्र किम् अस्ति इच्छा इच्छार्थक उपपदं भवितव्यं समानकर्तृकेषु इति कर्ता एव अत्र न उक्तमस्ति खलु. अत्र पश्यतु भगिनी सूत्रं पश्यतु सूत्रं पश्यतु समानकर्तृकेषु सप्त्यां विभक्त्यां निर्दिष्टं पदं तत्त्वपदं सप्तमीत्थम् अनेन उपपदसंज्ञा भवति सप्त्यां कुत्र कुत्र लिखितमस्ति तत्रोप उपपदं सप्तमी सूत्रं यत् अस्ति अग्रे आयासि वा तत् चर्चयामः तद् न अङ्गीकरोमि तत्र पश्यामः सति सप्तमी विषयसप्तमी यत्र यत्र वर्तते तत्र तत्र सत्य तत्र उपपदं यत्र भवति तत्र तु सतिसप्तम्या अपि प्रयोक्तुं शक्यते तत्र अग्रे गत्वा चर्चयामः. भगिनि तत् तत् अस्ति उपपदे सप्तमी इति तुमुण्मुलौ क्रियायां क्रियार्थायामि तदेव उपपदसप्तमी अस्ति अस्मिन् सूत्रे नास्ति अस्मिन् सूत्रे चर्चयामः. समीचीनं धन्यवादः. चर्चयामः. मणिमहोदय वा पठति वा महोदय क्रियां क्रियातायां सिद्धान्तकौमुद्यां निदर्शनम् इति अस्ति खलु द्वितीयपङ्क्तिः समानकर्तृकेषु तुमुन् इत्यस्य द्वितीयपर्पणी प्रश्नः ओ तत् ओ एतदपि क्षम्यताम् अहं तु दूरवाण्याम् आसम्. अत्र तु यथा उक्तमस्ति अस्मिन् पङ्क्तौ सिद्धान्तकौमुद्यां निदर्शनम् इच्छति भोक्तुं खादितुम् इच्छति इच्छति भोक्तुम् इच्छति खादितुम् अत्र उपपदरूपेण इच्छार्थकधातुः पश्यतु अत्र उपपदधातुः धातु इच्छार्थकधातुः उपपदरूपेण अस्ति सरला भगिनी पश्यति वा अत्र उपपदरूपेण इच्छार्थकधातु वर्तते इति अत्रैव दत्तमस्ति. तदनन्तरं हा अवगतं. धन्यास्ति भगिनी. अग्रे मणिमहोदय पठतु महोदय क्षम्यताम् तुमन्नोल्लौ क्रियायां क्रियतायाम् एकस्य क्रियायाः साधनार्थम् प्रश्नः उदेति वा तदपि पठतु महोदय क्षम्यतां पङ्क्ति क्षम्यतां पठामि प्रश्नः उदेति यत् कुत्रचित् मुन् प्रत्ययः अपेक्ष्यते यत्र समानकर्तृकत्वं नास्ति यदा शिक्षकः छात्रं पठितुं प्रेरयति शिक्षकः छात्रं पठितुं वदति येषु स्थलेषु समानकर्तृकेषु तुमुन् इत्यनेन तुमुन् प्रत्ययः न विहितः तर्हि केन सूत्रेण विधीयते अत्र अस्ति समानकर्तृकेषु एव तुमुन् प्रत्ययः सूत्रेण एव पठितवन्तः परन्तु अत्र समानकर्तुक नास्ति किमर्थं चेत् उदाहरणे शिक्षकः इच्छति शिक्षकः एव वदति छात्रं पठितुम् इति अन्यः कर्ता द्वयमस्ति अतः समानकर्तृकेषु तुमुन् इति सूत्रं कार्यं न भवति अतः तुमुन् प्रत्ययः न विहितः इति परन्तु कथं सूत्रेण कस्य सूत्रेण विद्यते चेत् पश्यामः इति अर्थः न अहं चिन्तयामि लौक्रियायां क्रियातायाम् एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदिशति भविष्यत् प्रथमायाः क्रियायाः धातुतः तुमुन् च नूल् च प्रत्ययो भवतः क्रियातायां क्रियायाम् उपपदे धातोः भविष्यति भविष्यति काले तुमुन्वलौ प्रत्ययो भवतः इति काशिका अत्र इमौ द्वौ प्रत्ययौ तुमुन्नोल् भविष्यतार्थे तुमुन् भावार्थे नुवल् च कर्तृत्वे तत्र उपपदं सप्तमी स्तम् इत्यनेन क्रियायां क्रियातायाम् उपपदे सप्तमी विभक्तौ स्तः पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रियाः वर्तते पठनम् अस्ति प्रयोजनं नाम लक्ष्यं गमनम् अस्ति साधनं पठनम् इति क्रियायाः कृते गमनम् इति क्रिया वर्तते इति कृत्वा गमनक्रियाया अस्ति क्रियाता क्रिया एतदर्थं गमनक्रियाः क्रियायाः उपपदं सप्तमी भवति तुमुन् च नूल् च तयोरुत्तरेतरद्वन्द्वः तुमुन्नोल्लौ क्रिया अर्थः प्रयोजनं यस्याः सा क्रियाता तस्यां क्रियायां बहुव्रीः तुमुन्नोल्लौ प्रथमान्तं क्रियायां सप्तम्यन्तं क्रियातायां सप्तम्यन्तं त्रिपदम् इदं सूत्रं भविष्यति गाम्यादय इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः परत्यः प्रत्ययः परस्य धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः उत्मन्वलो प्रत्ययो परस्य भविष्यति क्रियातायां क्रियायां सूत्रं वदति एकस्य क्रियायाः साधनार्थम् अथवा कर्तुं क्रिया कर्तुं अथवा साधनार्थम् अन्यक्रिया उपपदिशति तदा भविष्यत्काले यद् भवति तत्र तुमन् प्रत्ययः भवति अथवा नुल् प्रत्ययः अपि भवति इति अत्र वदति अत्र अहं चिन्तयन्ती आसम् वर्गे यदा चर्चितवन्तः गते सप्ताहे भगिनी तदा किमर्थम् एतत् सूत्रम् अस्माकं मनसि न उद्धृतम् इति अधुना अवगतम् अस्माकं चिन्तनं यदा एतत् सूत्रं पठितवन्तः तस्मिन् समये समानकर्ता असमानकर्ता इति अस्माकं मनसि तादृशभावः न उत्पन्नः तत्र तुमुन्नुळां क्रियातायां क्रियायाम् इति सूत्रे तु समानकर्ता वा असमानकर्ता वा इति न उक्तमस्ति इति कृत्वा उभयतापि भवितुं भवति खलु समानकर्ता वा भवतु असमानकर्ता वा भवतु क्रियार्था क्रिया अस्ति चेत् अन्यक्रिया यत् अस्ति तस्मात् तुमुन् भवति इति खलु समीचीनमस्ति आम् न चिन्तितवन्तः एव अत्र द्वौ दातवः सन्ति, अतः प्रथमतया दातव तुमन् नोल्लप्रत्ययः भवति इति. अनन्तरं तत्र उपपतं सप्तमीष्टम् इत्यनेन क्रियातायां क्रियायाम् उपपतसप्तमी भवति. उदाहरणे पठितुं गच्छति इत्यस्मिन् पठनक्रिया साधनार्थं गमनक्रिया वर्त अस्ति, अतः गमनक्रिया एव क्रियाता क्रिया इति भवति. अतः प्रथम धातुतः तुमुन् प्रत्ययः भवति. सम्यक् नास्ति चेत् सम्यक् अस्ति, तत्र केवलं चिन्तयन्ती अस्मि अहं. तत्र यत्र पठितुं गच्छति इत्यत्र तु बालकः पठितुं विद्यालयं गच्छति इति वदामः, किन्तु अन्यस्मिन् उदाहरणे यत्र पूर्वम् उक्तमासीत् छात्रः पठितुं शिक्षकः वदति इति भवति खलु, तर्हि अत्र तु असमाना क्रिया तत्र कर्ता भवति. पठितुं गच्छति इति उदाहरणे समानक्रिया समानकर्तृकविवक्षा अस्ति, तत्र उभयत्रापि भवति इति, तत्र बहु सम्यक् अस्ति. अवगतं महोदय. गमनक्रियायाः उपकृतसप्तमी बहु सम्यक् भवति. प्रयोजनं क्रिया अर्थः प्रयोजनं, यस्य क्रियाता तस्यां क्रियायां बहूनि समस्या वा तमुप्रथम तमुन्नोल्ल प्रथमान्तं क्रियायां सप्तम्यन्तं क्रियातायाम् अपि सप्तम्यन्तम्. अनुवृत्तिसूत्रं धातोः तमुन्नोल्ल प्रत्ययो परस्य भविष्यति क्रियातायां क्रियां भविष्य कार्यं भवति भविष्यत्कालात्. अत्र एकः द्वौ धातवः अस्ति, प्रथमतया धातव एव तुमुन् अर्नोल् प्रत्ययः भवति. अवगतं नास्ति अग्रे पठामि वा अन्यः अन्यः पठतु वा. धन्यवादः. तत्र सूर्यकुमारी भगिनी भवती पठितुम् इच्छति वा भगिनी? तत्रोपपदं सप्तमीस्तं धातोः इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्तन्तम् अस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञा संज्ञकं भवति. एतेषु सूत्रेषु सप्तमी विभक्त्याः अर्थः अस्ति उपपदसप्तमी, तेषु तत्र इत्यपि अन्वेति सति सप्तमी इति अर्थे. यत् सूत्रं धातोः इति सूत्रस्य अधिकारे अस्ति इत्युक्ते तृतीयाध्यायस्य अन्त्यपर्यन्तं सप्तमी विभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तत्र इत्यनेन तस्मिन् उपपदसंज्ञकपदे सति नाम तस्य उपस्थितौ तेन सूत्रेण यः प्रत्ययः विधातव्यः सा च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते. तस्मिञ्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात्. तत्र उपपदसप्तम अन्यत् सूत्रम् अस्ति, तत्र उपपदं सप्तमीस्तम् इत्युक्ते सूत्रे यः निर्धारणं करोति सप्तमीस्तं तत् उपपदसंज्ञा भवति. क्रियायां क्रियार्थायाम् इत्युक्ते तत्र क्रियार्थायां सप्तमीस्तमस्ति, गमनक्रिया क्रियार्थायाः क्रिया अस्ति, सप्तमी अस्ति सूत्रे तत् उपपदसंज्ञा भवति इति. अन्यत् अपि तत्र इत्युक्ते सूत्रे यः उपपद सप्तम्यन्तम् अस्ति तत्र इत्युक्ते सूत्रे, खलु भगिनि? तत् उपपदसंज्ञा भवति, गमनक्रिया उपपदसंज्ञा भवति, पठनक्रिया प्रधानसंज्ञा भवति, तत् किमपि प्रत्यय भवतु, तुमुन् नुल् भविष्यति कालार्धे, भावार्धे तुमुन्, कर्तार्धे नुल् भवति। अत्र भगिनी केवलम् अत्र एकमपि वक्तुमिच्छामि, तत्र भवती तत्र इति सूत्रे इति उक्तमस्ति खलु, तत्र तत्र इत्यस्य प्रयोगः तत्र तस्मिन् उपपदसंज्ञके सति इति महोदयेन तत्र सतिसप्तमी प्रयोगः इति अत्र उक्तमस्ति, तत्र तस्मिन् उपपदसंज्ञकपदे सति ओके इति तादृशं सतिसप्तमी स्वीकर्तव्यम् इति अत्र, किन्तु तत्र तत्र इति सूत्रे इति तत्र साम तत्र सरलरीत्या तत्र अवगमनं भवति एव, तत्र इति अन्तपर्यन्तं तत्र इति अवगच्छामः, तदपि साधयितु भवती यत् उक्तवती तदपि साधैव भासते अवगमन नाम तस्य उपस्थितौ, तस्य मे अर्थः सूत्रे उपस्थितौ खलु, इत्युक्ते उपपदस्य उपस्थितौ उपपदे सति उपपदस्य उपस्थितौ अस्ति, ओके अग्रे पठामि भगिनि। भगिनि इदानीं समानकर्तकेषु अत्र समानकर्तकेषु इति सप्तमी भवति, तस्य भवति उपपदसंज्ञा, अग्रे आयास्यति वा? नो इदानीं पठितवन्तः तत्रोपपदं सप्तमीतम्। आं भगिनि तत्र किमस्ति सप्तमी विभक्तिः कुत्र कुत्र प्रयुज्यते इत्युक्ते विषयसप्तमी अस्ति, सतिसप्तमी अस्ति, अनन्तरं किमस्ति उपपदसप्तमी अस्ति, तदनन्तरं किमपि निर्धारणार्थे परसप्तमी अस्ति, तत्सर्वं भवति खलु सूत्रेषु अपि एतत् सर्वस्य प्रयोगः भवति, किन्तु वयं भवती एव चिन्तयतु अत्र समानकर्तृकेषु तुमुन् इत्यस्मिन् समानकर्तृकेषु इच्छार्थेषु धातोः तुमुन् प्रत्ययः परश्य इति उक्तमस्ति, अधुना भवती एव वदतु एवं वाक्यमस्ति अस्माकं गन्तुम् इच्छति इति वाक्यमस्ति, अधुना समानकर्तृकेषु उपपदमस्ति वा तस्मिन् वाक्ये? खलु कर्तु कर्तुः विवक्षा एव तत् कर्ता एव न प्रयुक्तम् अस्ति खलु, कर्तृपदस्य सूचयति इति मन्यामहे, किन्तु तत्र तत्र समानकर्तृकविवक्षायाम् इति भवति खलु, तत्र सुमान् यदि अन्य कर्ता भवेत् तत्र विकेशार्थम् अस्ति शिक्षक छात्रं प्रेरितुम् इच्छति प्रेरयितुम् इच्छति तत्र भवती सूत्रद्वयमपि तत्र मिश्रणं करोतु, तुमुण्णो क्रियार्थयं क्रियार्थयम् इति भिन्नमस्ति, यदि भिन्नं भवेत् तत्र इच्छार्थेषु लङ् वा लोटो इति भवेत्, तत्र सुमन् नागच्छति, एकनिमिषम् भगिनी अहं यदि प्रतिपादितवती तु महोदय मम दोषं उक्तवान्, अहं तदनन्तरम् अहं धातोः इति विशेषणं कथं धातोः विशेषणं धातोः इति पञ्चमी विभक्तिः अस्ति, इच्छार्थेषु इति सप्तमी विभक्तिः अस्ति, अत्र विषयसप्तमी अस्ति इति महोदय उक्तवान्, समानकर्तृषु धातुषु इति विषयमिति उक्तवान् वा महोदय? किम् इच्छार्थेषु इति विषयसप्तमी इति उक्तवान् वा? आम्, किन्तु यदि वयम् इच्छार्थेषु लिङ् लोटो न तदपि विषय उभयमपि तर्हि उपपदं भवेत् उपपदं भवेत् किमर्थम् इत्युक्ते भवती किमर्थम् अहम् अधुना अङ्गीकरोमि इति काशिकायां वाक्यमेवमस्ति, इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु इति उक्तमस्ति इति कृत्वा समानकर्तृक इति तत्र उपपदं भवति, धातुषु अपि अस्ति तत्र इच्छार्थेषु धातुषु समानकर्तृषु अपि तर्हि तत्र अहम् इति विशेषविशेषणं विशेषविशेषणम् उक्तवती सार्थेषु धातुषु तत् अङ्गीता कृतवान् महोदय धातुषु धातुषु इति किम् इति तत्र तत्र धातुषु इति किम् अस्ति तत्र स्वयं वयम् अवगमनं भवति तत्र पूरयामः पूर्वं वाक्यं किमस्ति इच्छार्थेषु धातुषु समानकर्तकेषु उपपदेषु धातोः सुमन्त्रस्य भवति इति एव तत्र सूत्र तत्र काशिकावाक्यम् अस्ति तद् इति कृत्वा अवगतं भगिनि अङ्गीकरोमि अधुना अहम् अस्तु धन्यास्मि अहमपि यथा भवती उक्तवती महोदय करेक्षन् कृतवान् किं काशिकावाक्यमस्ति तत्र न तत्र उपपदं नास्ति इति यदि काशिकावाक्ये नास्ति चेत् तर्हि वयं विषयसप्तम्या अपि स्वीकर्तुं शक्यते इच्छार्थेषु धातुषु भिन्नम् अस्ति तद् उपपदं इच्छार्थेषु धातुषु इति उपपदं भवति भगिनि तत्र न तत्र न अन्यथा न भवति एव इच्छार्थेषु धातुषु इति तत्र पार्श्वे तादृशपदस्य उपस्थितिः आवश्यकम् अस्ति किन्तु समानकर्तृकेषु इति विवक्षा अस्ति चेदेव पर्याप्तं खलु उपपदं भवितव्यम् इति नास्ति किन्तु काशिकायां दत्तमस्ति इति कृत्वा वयं तथा स्वीकुर्मः इति मम अवगमनम् न न अस्माकं दोषान् भवती परिहरति खलु तदेव तत्र कृतज्ञः स्मः भगिनि नो चेत् अहं किमपि दोषं दोषाय उक्तवती तदनन्तरं अन्येषामपि तत्र भ्रमः भवति खलु अस्तु क्षम्यताम् अग्रे पठामः वा भवती एव पठति वा भगिनि अग्रे पूरितवती खलु सूर्यकुमारी भगिनी तत् तत् पङ्क्तिं तत्र उपपदं सप्तमे स्तं समाप्तं समाप्तं तर्हि सरला भगिनी अग्रे पठति वा भगिनि कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते सा द्वितीया क्रिया क्रियार्था क्रिया इति उच्यते यथा भोक्तुं गच्छति इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते अतः गमनक्रिया क्रियार्था क्रिया तस्या च गमनक्रियायाः उपपदसंज्ञा भवति तत्र प्रथमा क्रिया भविष्यत्काले अस्ति यतो हि एतावता सा क्रिया न आरब्धा अत्र भोजनक्रिया न आरब्धा अतः सा भविष्यत्काले अस्ति यदा एका क्रिया न आरब्धा नाम भविष्यत्काले अस्ति अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति तस्मात् धातोः सुमञ्च नुवल् च भवतः इदानीं क्रियार्था क्रिया इत्यस्य उदाहरणं दत्वा अपि प्रतिपादनमस्ति अस्मिन् उदाहरणमस्ति भोक्तुं गच्छति यद् भोक्तुं गच्छति गच्छति या क्रिया अस्ति इति अस्ति साधनक्रिया साधनक्रिया अस्ति भोजनक्रियार्थं तो भोजनक्रिया या अस्ति इति इदानीं न भवति किन्तु भविष्यत्काले इति कर्तव्यं तो भोक्तव्यं भविष्यत्काले इत्यस्य कृते यत् गच्छति अस्ति क्रिया साधन अस्ति भोजनक्रिया कृते तत् भवति उपपदक्रिया अपि इत्यस्य क्रिया अर्थात् क्रिया वदामः उपपद क्रिया सति भोजनक्रिया अस्ति यः तत् धातोः सुमन्त्रस्य विधानम् अस्ति भोक्तुं गच्छति इति अस्ति तुमन् प्रत्यय अपि भोक्तुं गच्छति भोक्तुमिति तुमन् प्रत्यय अस्ति भावार्थे किन्तु नुवल् प्रत्यय इति कर्तृ शके तत् अपि वयं निवेशं शक्नुमः नुवल् इति किं भवति भुज धातु से अक्र राइट तो भुज सकार है भोजक या भोजक गच्छति इति भवति यदि रुगल प्रत्यय भवेत् तत्र तत्र सके तुमनति भावार्थे अत्र पूर्वम् अस्मात् अस्य सूत्रस्य तत्र अवगमनात् पूर्वं मम एवं तत्र चिन्तनम् आसीत् मतिः आसीत् तत्र भोजकः इत्युक्ते तत्र किम् अस्ति यः नितरां भोजनं पाचकः इति वदामः मृत्या पचनं करोति तादृशमेव तत्र नूल् प्रत्ययः भवति इति चिन्तितवती किन्तु तथा नास्ति पचनं करोति सः नितरां पाचकः नास्ति वृत्तिरीत्या पाचकः नास्ति किन्तु केवलं पक्तुं गच्छति इति वक्तुमपि पाचकः गच्छति इति वक्तव्यम् इति साहित्ये इत्यस्य प्रयोगः आगच्छति महोदय अर्थं भिन्नं भवति तावत्पर्यन्तं कृतवती वा भगिनि अन्यत् किमपि चर्चितं वा न अहं सर्वम् उक्तवती विमला भगिनि सा अधिकं जानाति किमपि अन्यत् वक्तुमिच्छति वा विमला भगिनि केवलं क्रियाख्यायं सूत्रे क्रियार्था क्रिया स्यात् तदा एव तस्य उपसंज्ञा भवति तत्र समानकर्तृकेषु इति न उक्तं क्रियार्था क्रिया सूत्रे व्यक्तिकरणमस्ति तदा एव उपसंज्ञा भवति काशिकायां दत्तमस्ति भगिनि अहमपि भवत्याः चिन्तनेन अङ्गीकरोमि किन्तु काशिकायामेवं दत्तमस्ति इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु इति साक्षात् दत्तमस्ति तर्हि उभयमपि उपपदं साक्षात् तत्र दत्तमस्ति इति कृत्वा एव अस्माकं तत्र कस्मिन् सूत्रे समान तुम्मुन्निति सूत्रे प्रथमकाशिकावाक्यमेव प्रथमवाक्यमेव अस्ति इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु इति दत्तमस्ति अन्वयः समानकर्तृकेषु इत्यस्मिन् नास्ति अन्वयः इच्छार्थेषु इति स्वीकर्तुं शक्यते किन्तु तथा मास्तु खलु तर्हि किमर्थं पाणिनिः एवं रचितवान् इच्छार्थेषु धातुपपदेषु समानकर्तृकेषु विवक्षायाम् इति वदति चेत् पर्याप्तमासीत् हा तत्र धातोः तुमुन् प्रत्ययः भवति इति अस्ति परन्तु तत्र उपपदमिति न समानकर्तृकेषु उपपदेषु इति दत्तमस्ति खलु इति कृत्वा समानकर्तृकम् इति अपि उपपदं भवति तादृश उपपदम् अपि तत्र अपेक्षितम् इति समानकर्तृकत्वं स्यात् इति I think it is used upada and then he is able to justify both with upada tadrisham eva muche vivakshayam iti asti kartum shakyate atha bahu uttam atra eva asti yah kasmad na bhavati ichchan karoti anabidhanat iti ha उपपदेषु इति उक्तमस्ति भोक्तुं गच्छति भोक्तुम् उपपदं गच्छति अपि उपपदमस्ति वा केवलं क्रिया अस्ति वा भोक्तुमिति भोजनं कर्तुं गच्छति गच्छति भोक्तुं गच्छति गच्छति तु क्रियापदमस्ति गमनक्रिया उपपदसंज्ञा अस्ति गमनक्रिया गच्छति उपपदमस्ति इत्युक्ते इच्छति इति पदम् उपपदमस्ति इच्छति पदम् इच्छार्थकदातुः उपपदं भवति तत्र भोक्तुम् इच्छति अत्र अस्ति तत्र भोक्तुं गच्छति गमनक्रिया तत्र तु गमनक्रियापदम् अत्र इच्छा इच्छा तु क्रिया नास्ति खलु इच्छा इत्युक्ते केवलं तस्य इच्छायाः इच्छा अस्ति स वाञ्छति तत् गमनक्रिया नास्ति तस्मिन् क्रिया नास्ति केवलं तस्य इङ्गितमस्ति भवत्याः वाक्यं किम् अस्ति पुनः वदतु भोक्तुम् इच्छति तत्र तु इच्छति इति क्रिया तत्र किम् अस्ति तत्र इच्छार्थकधातु उपपदमस्ति खलु परन्तु समानकर्तुः अस्ति क्रियार्था क्रिया नास्ति क्रिया नास्ति क्रिया इत्युक्ते इच्छा केवलम् इच्छा सत्यं भोक्तुं गच्छति इत्युक्ते क्रियार्था क्रिया अस्ति भोक्तुम् इच्छति इत्युक्ते तत्र क्रियार्था क्रिया नास्ति केवलम् इच्छा अस्ति तत्र इच्छति इति तत्र किम् अस्ति क्रियार्था क्रिया नास्ति इति नास्ति तदनन्तरम् इच्छन् कर्तुं गच्छति इत्यपि भवति तत्र तु पुनः तत्र क्रियार्था क्रिया इति रूपेण तत्र तु मन् भवति इच्छन् कर्तुं तत् सम्यक् नास्ति बालकः स्वेच्छया एव कर्तुं गच्छति इति बालकः स्वेच्छया पठितुं गच्छति तत्र किं बालकः इच्छन् पठितुं गच्छति अत्र इच्छन् करोति इत्यत्र अनभिधानात् इत्युक्ते स व्यवहारेषु तथा न उच्यते तेन कारणेन तत् न स्वीकृतमिति इच्छन् करोति इति न इह इति किमपि आसीत् महोदय किम् उक्तवान् इच्छन् करोति इत्यत्र किमपि वी डिडन्ट् से एनिथिङ्ग् रियलि हि आस्क् अनन्तकृष्णमहोदय अनभिधानात् इति अस्ति प्रसिद्धं नास्ति इति वाक्यं अनभिधान इति इट्स् नाट् अ स्टेट्मेण्ट् इच्छन् करोति इट्स् नाट् वेरि वेल् नोन् इन् शास्त्र देर् फोर् देट् इस् नाट् यूस्ड् प्रकटित नास्ति तत्र इट्स् नाट् अस्ति इच्छन् करोति वर्तमानकाले लोकप्रसिद्धः इति तत्र न्यासे दत्तमस्ति इच्छन् करोति इति अनभिधानात् इति तत्तु भिन्नमस्ति इत्युक्ते तादृशविवक्षा नास्ति इति कृत्वा तद् न क्रियते यत्र इच्छन् करोति इत्यत्र तत्र भिन्न विषयान्तरम् अस्ति इति कृत्वा न क्रियते लोकप्रसिद्धानां शास्त्रे तत्र अन्वाख्यानं क्रियते न तु इच्छन् कर्तुम् इत्यादयो लोकप्रसिद्धाः इच्छन् कर्तुम् इति वयं न वदामः व्यवहारे नास्ति इति इच्छन् कर्तुं दोषः भवति खलु तत् ओ ओके तदेव अस्ति तर्हि अनभिधानात् तादृशप्रयोग एव न भवति इति न भवति इति इच्छन् करोति इति कस्य काले अस्ति इच्छन् करोति इति वर्तमानकाले एव अस्ति अत्र करोति इत्यस्य अपेक्षया इच्छन् कर्तुम् इति वक्तुं शक्यते वा इति प्रश्नः तत्र तु सूत्रस्य तत्र नियमान् अनुसरति खलु समानकर्ता अस्ति बालकः इच्छन् करोति इत्यस्मिन् तत्र समानकर्तृकविवक्षा अस्ति तत्र उपपदमस्ति तदनन्तरम् इच्छार्थकक्रिया तत्र इच्छार्थकधातुपदमस्ति अनन्तरम् अन्या क्रिया अपि अस्ति अन्यधातुः अपि अस्ति कृधातुः अस्ति तर्हि इच्छन् कर्तुम् इति बालकः इच्छन् कर्तुम् इति प्रयोक्तुं शक्यते वा इति प्रश्ने सति तथा मास्तु तादृशप्रयोगः न दृश्यते तत्र भगिनि इच्छन् इत्युक्ते तत्र प्रकटिता नास्ति मनसि एव मनसि एव तदपि अस्ति सत्यं सत्यं किन्तु तत्र न्यासे एवं दत्तमस्ति प्रसिद्धता तादृशप्रयोगः नास्ति इति कृत्वा इति सत्यं भवती यत् वदति तत् बहु मुख्यांशः अस्ति अत्र इच्छायाः प्रकटनं नास्ति अत्र किन्तु प्रकटनं भवितव्यम् इति कुत्र उक्तमस्ति वा अत्र प्रकटनम् इति तत्र नास्ति खलु किन्तु सूचयतु तत् केवलम् इच्छार्थेषु लिङ्ग् लोटो इति अस्ति तत्र अस्ति तत्र प्रकटी खलु प्रवेदने टु डिफ्रेण्ट् सूत्रास् इच्छार्थेषु लिङ्ग्लोटु इत्यत्र कामप्रवेदने इति वक्तव्यं यथा अहम् इच्छामि यत् त्वं त्वं गच्छेत् इति अहमिच्छामि त्वं खादेत् भवति सूत्रद्वये अपि किन्तु समानकर्तृकेषु तुमन् इत्यस्मिन् कामप्रवेदनं न अपेक्षितं नास्ति नास्ति सैक्षन् करोति इत्यस्मिन् अपि तत्र प्रायः तत्र भवेत् साक्षात् इदानीं भवेत् सूत्रम् अनुसृत्य किन्तु न भवति किमर्थम् इत्युक्ते तत्र तादृशप्रयोगः लोके न दृश्यते समीचीनम् क्षम्यतां मम क्लेशः अस्ति तत्र कः क्लेशः भगिनि तत्र सामान्यतया तत्र प्रश्नः अस्ति इच्छन् करोति इत्यस्मिन् तत्र एकं तु अस्ति यत् एतादृश इच्छन् कर्तुं बालकः इच्छन् करोति इति वाक्यम् अस्ति अधुना समानकर्ता अस्ति इच्छार्थकधातोः कर्ता अनन्तरं करोति इत्यस्य कर्ता समानः अस्ति बालकः अस्ति तर्हि अधुना इच्छन् इति उपपदमपि अस्ति तदा करोति इत्यस्मात् तुमन् प्रत्ययः विधानं भवति चेत् बालकः इच्छन् कर्तुम् इति वाक्यं भवति खलु तादृशवाक्यं प्रयोक्तुं शक्यते वा इति प्रश्नः एकम् अस्ति तादृशप्रयोगः लोके अप्रसिद्धः अस्ति तादृशं न प्रयुज्यते खलु कुत्रचित् अपि शिष्टप्रयोगः नास्ति इति कृत्वा वयं न प्रयोगं कुर्मः द्वितीयं किम् अस्ति अत्र चिन्तनं भवति अस्माकम् अत्र इच्छन् करोति इत्यस्मिन् इच्छायाः प्रकटीकरणं न भवति केवलं मनसि चिन्तयति अतः न भवति इति वक्तुं प्रभवामहे किन्तु तद् मास्तु किमर्थमित्युक्ते सूत्रे इच्छायाः प्रकटीकरणम् इति कुत्रचिदपि न उक्तं काशिकायां वा कुत्रचिदपि न उक्तं सूत्रे न उक्तं काशिकायामपि न उक्तं तर्हि प्रायः भवितव्यम् इति अस्ति किन्तु तादृशशिष्टप्रयोगः नास्ति इति कृत्वा वयं न प्रयुञ्जामः अभिधानम् इत्युक्ते शिष्टप्रयोग तादृशव्यवहारः लोके नास्ति शिष्टप्रयोगः वा शिष्टप्रयोगः नास्ति ओके कुत्रचित् अपि न दृश्यते इति कृत्वा अत्र समानकर्तृकेषु तुमुन् इति सूत्रमस्ति अष्टाध्यायां तस्मिन् वासु इति तस्य व्याख्यापि अस्ति हि सेस् वै डु यु नाट् यूस् इट् हियर् इच्छन् करोति विशिङ्ग् हि डस् बिकास् द इन्फिनिटिव् इस् नेवर् फौण्ड् इन् सच् कन्स्ट्रक्षन्स् इन् अदर् वर्ड्स् द इन्फिनिटिव् इन् तुमुन् is employed when both the verbs have the same agent samana kartaka same agent eva kalu balaka ichchan karoti ityasmin same agent samana atra kimartham sa em vadati kadachit tasi doshaha bhavanti wishing he does yeah if wishing he does is correct as you know I wish I do it iti he wishes he did it iti tadra I'm wishing that he does am ichchanti sa karoti तदपि असामानकर्ता तत्र तत् असामानकर्ता अस्ति तदा तु तत्र अहम् इच्छामि इति भवति खलु अहम् इच्छन् सः करोति इति न भवति बट् एनो दिस् इस् लैक् यु नो इच्छन् करो इच्छन् कर्तुम् इति न भवति किमर्थम् इत्युक्ते तादृशव्यवहारः नास्ति लोके नास्ति इच्छति भवति न कामप्रवेदने अपि इति अस्ति तत्र इच्छा प्रकटीकरणम् अस्ति कश्चित् इति उपपद न भवेत् तत्तु भिन्नमस्ति विषयान्तरमस्ति तत्र तु कामप्रदानं तत्रापि इच्छा अस्ति न इच्छा अर्थक दातु न उपपदम् अस्ति सत्यं भगिनी प्रष्टुमिच्छामि यत् काशिकायां भवत्यापि पठितम् इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति अत्र समानकर्तृकेषु उपपदेषु इत्युक्ते उपपदे समानकर्तृकत्वं स्यात् खलु क्रियार्थाक्रिया इति नास्ति अत्र समानकर्तृकेषु उपपदेषु उपपदेषु किं स्यात् समानकर्तृकत्वं तदा एव धातोः तुमुन् प्रत्ययो भवति अत्र क्रियार्थाक्रिया इति नास्ति ऐ अग्री वित् यू भगिनी ऐ अग्री वित् इट्स् नाट् एक्स्पेक्टेड् समानकर्तृकेषु इति उपपदं भवेत् इति तत्र ऐ डोण्ट् अग्री वित् दट् कान्सेप्ट् बट् यु नो दट्स् देर् आर् डिफ्रेण्ट् वेस् टु रीड् अण्ड् यु नो ऐ केन् आल्सो से लैक् यु नो प्राब्लि उपपदेषु इति इच्छातेषु इत्यनेन सङ्गच्छति इति वक्तुं शक्यते भिन्नरीत्या पठितुं शक्यते चिन्ता नास्ति उपपदम् अस्ति चेदपि चिन्ता नास्ति तत्रापि सङ्गच्छति डजन्ट् म्याटर् बिकास् यद्यपि अहं न वदामि बालकः इति न वदामि तद् इच्छति कर्तुम् इच्छति इति वदामि तदा तु किं भवति इट् इस् इम्प्लैड् रैट् देर् इस् अ थर्ड् पर्सन् दट् इस् इम्प्लैड् देर् उपपदम् यद्यपि न उक्तमस्ति तथापि इट् इस् इम्प्लैड् रूपेण उपपदमस्ति इति स्वीकर्तुं शक्यते लेट्स् सी देर् इस् एनिवेर् एल्स् वेर् दे टाक् अबौट् दट् there is like a lot of things are empty this one like when there is only tattva bhutini and I mean I'm not very well versed to read and understand everything samitya chintanam samayam jata sarvesha तावत्पर्यन्तमेव कृत्वा प्रश्नः अस्ति भगिनि भवत्याः कृते इट् हेस् नथिङ्ग् टु डु विद् दिस् लेसन् सम् स्टूडेण्ट्स्